नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतं। तत्र यङ्लुगन्तदातवः इति पाठः अनुवर्तते। तत्र वयं गतसप्ताहे अभ्यासकार्याणि दृष्टवन्तः, तस्यैव किञ्चित् पुनरावलोकनं कुर्मः। तत्र प्रथमं धातोरेकाचो समभिहारे यङ् हलादेः क्रियासमभिहारे यङ् इत्यनेन यङ् विधीयते, अनन्तरं यङोचि च इत्यनेन यङ् इत्यस्य लुक् जातः, संयोगोः इत्यनेन द्वित्वं भवति। तत्र एव वयं गतसप्ताहे अभ्यासः अभ्यस्तम् इति द्वे संज्ञे सह, तत्र पूर्वे पूर्वोऽभ्यासः इत्यनेन द्वित्वानन्तरं यस्मिन् द्विवारणम् उच्चारणं जातं प्रथमभागस्य अभ्यासः इति नामकरणमस्ति। पूर्वोऽभ्यासः उभे अभ्यस्तं द्वित्वानन्तरं द्वयोः समुदाययोः इत्युक्ते यदा ह्वे ह्वे इति जातः चेत् द्वयोः समुदाययोः अभ्यस्त इति संज्ञा भवति इति दृष्टवन्तः। अनन्तरं सामान्य अभ्यासकार्याणि अस्माकं परिचितानि एव, हलादिशेषः, शर्पूर्वकयः, ह्रस्वः, उरत्, कुहोश्चुः, अभ्यासे चर्चा इति सूत्राणि। हलादिशेषः अभ्यासस्य आदिमः, हलेव शेषः, अभ्यासे अपरेषां हलां लोप इति यदा पट् पट् इति आसीत् तत्र प पट् इत्येव तिष्ठति, हलादि एव शेषः, अन्येषां हलानां लोपः जातः। आदिमः इत्युक्ते तत्र तदेव, तदपि न तु प्रथमः परन्तु आदौ यः अस्ति तदेव हल्, अतः एव अट् अट् इत्यत्र आदौ यद् हल् शेषः, अन्ये सर्वेषां लोपः, अ अट् इति रूपम्। शर्पूर्वः कयः इत्यत्र अभ्यासस्य पूर्वं शर् परं खै, तस्य तु खै एव शेषः भवति, अन्ये हलः च लुप्यन्ते। तत्रापि स्पर्ध् इत्यत्र स्पर्ध् स्पर्ध् अनन्तरं तत्र फ एव अवशिष्यते, अन्येषां लोपः जातः, अन्ये हलः च लुप्यन्ते, अतः प स्पर्ध् इति रूपम् आसीत्। ह्रस्वः अभ्यासस्य अच्वर्णः ह्रस्वः स्यात्, अतः तत्र खा खाद् खाद् इति अनन्तरं तत्र ह्रस्वः भूत्वा प्रथमं हलादिशेषः खा खाद् अनन्तरं ह्रस्वः इति भूत्वा ख खाद् इति उदाहरणम्। उरत् अभ्यासस्य ऋ वर्णस्य स्थाने अत् इति आदेशः, तत्र तु यदा वयं जानीमः अण् सर्वदा रपरः भवति, अतः उरण् रपरः इत्यपि। वृष् इत्यत्र वृष् वृष् हलादिशेषः, वृ वृष् वृ वृष् तत्र ऋकारस्य स्थाने उरत् उरण् रपरः, वर्वृष् अनन्तरं पुनः हलादिशेषः व वृष् इति, तदा तावदेव किल। हा, कुहोश्चुः रीङ् ऋतः इति एकं सूत्रं मध्ये दृष्टवन्तः, ऋदन्तस्य अङ्गस्य रीद् आदेशः भवति, परन्तु तत्तु तस्य आदेशः अत्र न भवति इति अपि दृष्टवन्तः, अन्त्यस्य स्थाने एव भवति इति। कुहोश्चुः इति अस्माकम् अभ्यासकार्यम्, अभ्यासे कवर्गस्य हकारस्य स्थाने चवर्गादेशः भवति इति अपि, यथा कृ इति धातुः अस्ति चेत् कृ कृ कर् कृ उरत् उरत् अनन्तरं हलादिशेषः ककृ कुहोश्चुः चक्र, कवर्गस्य हकारस्य स्थाने चवर्गीयादेशः भवति। हकारस्यापि वयं यदा चर्चितं तत्र तु झ भवति, संवारणादघोष महाप्राण, अनन्तरमेव अभ्यासे चर्चा। अभ्यासे चर्चा इति अष्टमाध्यायस्य चतुर्थपादस्य सूत्रं, त्रिपादिसूत्रं, तदपि दृष्टवन्तः किमर्थं तत्र स्थापितम् इति। अभ्यासे जल्स्थाने जश् चर्च आदेशौ भवतः, अतः तु तुड् तुड् अनन्तरं तु तुड् इति तत्र चर्त्वं, जष्त्वं चेत् भू भू अनन्तरं भु सु इति रूपं भवति इति। तत्र एव आसीत् अभ्यासे चर्चा इत्यस्य एव अनादेश अभ्यासः, तत्र प्रश्नः आसीत् किमर्थम् अत्र उक्तं केन सूत्रेण भवति इति, तत्र सूत्रमिति किमपि नास्ति, अत्र अभ्यासे चर्चा इत्यस्य भागः एव, तत्र किमपि विकारः न भवति इत्येव तत्र विषयः. तस्य नामकरणमस्ति अनादेश अभ्यासः. पर्जन्यवत् इत्यनेन वयं कुर्मः एव, यदा चल् चल् इति जातः चेत् तत्र हलादिशेषः इत्यनेन च एव अवशिष्यते, च चल्. अत्र अभ्यासे चर्चा इत्यस्य कार्यमस्ति वा चेत् अस्ति, परन्तु तत्र विकारः न जातः. तादृशस्थलेषु एव अनादेश अभ्यासः इति वदामः. कुत्र कुत्र इत्युक्ते वर्गस्थप्रथमसदस्यः, तृतीयसदस्यः, पञ्चमसदस्यः, यण् प्रत्याहारस्थवर्णानां विकारः न भवति. तावदेव तस्य नामकरणमेव, अत्र पृथक्तया सूत्रं वा परिभाषा वा इति किमपि नास्ति. अनेन अभ्यासे चर्चा इत्यस्य एव भागः एतत्. पुनः तदेव तत्र अनादेश अभ्यासः, यत्र आदेशः न भवति, विकारः न भवति, अनादेश अभ्यासः इति नाम. अत्र तत्र वर्गस्य प्रथमसदस्यः चल् इति धातुः स्वीकुर्मः चेत् चल् चल् इति भवति. हलादिशेषः इत्यनेन च चल् इति भवति. इदानीम् अभ्यासे चर्चा इत्यस्य प्रसक्तिः अस्ति वा इत्युक्ते अस्ति एव, परन्तु अनादेश अभ्यासः, अत्र किमपि परिवर्तनं, विकारः न भवति. तावदेव तस्य नामकरणं, ये वर्णानां विकारः न भवति. प्रथमसदस्य, तृतीयसदस्य यदा जप् जप् तत्र तृतीयसदस्य, पञ्चमसदस्य, अनन्तरं यण् प्रत्याहारस्य वर्णः चेत् वर्णानां विकारः न भवति इत्येव. तत्र किमपि अन्यत् महत्त्वं किमपि नास्ति. धन्यवादः. अनादेशादेः अङ्गस्य एकहल् मध्ये स्थितस्य अकारस्य लिट् लकारस्य कित् प्रत्यये परे एकारादेशः भवति, तथा अभ्यासस्य लोपः भवति इति सूत्रार्थः. अस्य सूत्रस्य प्रसक्ति केवलं लिट् लकारस्य विषये अस्ति, अतः लिटि इति निर्दिष्टम्. अत्र पठामः. लिट् लकारस्यापि केवलं कित् प्रत्यये परे एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अतः किति लिटि इत्युक्तम्. लिट् लकारस्य के के प्रत्ययाः कित् संज्ञकाः सन्ति? वस्तुतः लिट् लकारस्य एकस्मिन् अपि प्रत्यये ककारः इति संज्ञकः नास्ति. इतोपि असंयोगा लिट् कित् इत्यनेन यः लिट् लकारस्य अपि प्रत्यये संयोगात्परः तस्य कित् आदेशपुके अस्तु. अनेन सूत्रेण कार्यद्वयम् उक्तम्, अङ्गस्य अकारस्य एकारादेशः तथा अभ्यासस्य लोपः समीचीनम्. एतत् कार्यं कदा भवति? यथा स्थानीभूतः अयम् अयम् अकारः एकहल् मध्ये स्थितः. किं नाम एकहल् मध्ये? यदि अकारत्वरं एकः एव हल् वर्णः, संयोगः नास्ति, एकः एव हल् वर्णः संयोगः, तर्हि सः अकारः एकहल् मध्ये स्थितः इति उच्यते. एतादकारेण एकारादेशः अस्ति, एकारादेशः न भवति. अस्तु, तस्यापि विशेषणम् अस्मिन् सूत्रे अङ्गस्य इत्यस्यापि एकं विशेषणं प्रयुक्तम् अस्ति, अनादेशादिः इत्युक्ते अङ्गस्य आदिवर्णस्य कोऽपि आदेशः न क्रियते चेदेव अस्य सूत्रस्य प्रयोगः करणीयः, अन्यथा न. ओ अस्तु, यत्र आदेशः न भवति तादृशस्थलेषु अस्य सूत्रस्य समीचीनं भवति. आम्, परन्तु यदा भवती उक्तं, भवती उक्तवती अत्र अस्य प्रयोजनं नास्ति, परन्तु अनादेशः इति सूत्रे अपि उक्तम् अस्ति. समीचीनम्. सम्यक् वा? ओ आं भगिनि, धन्यवादः. अत्र इट् वास् बादरिङ्ग् मी वेर् दिस् ऐ हेव् हर्ड् दिस् वर्ड् अनादेशः. अनादेशः अनादेशः इति तत्र विकारः न भवति इत्येव तत्र तात्पर्यं, किमपि अन्यत् नास्ति. वयं तु अत्र प्रायः वार्तिकमस्ति वा किं कुत्र उक्तम् इति गतसप्ताहे चिन्तितवन्तः किल, तादृशं किमपि नास्ति. अत्र यदा अष्टाध्यायी डाट् काम् मध्ये पश्यामः चेदपि तत्र वर्गप्रथम तृतीय पञ्चमस्यापि उदाहरणानि दत्तानि एव. किं तत्र उक्तम् इत्युक् किमपि न उक्तं, परन्तु तत्र किमपि परिवर्तनं न जातं तावदेव, अन्यत् किमपि नास्ति. तद् तस्य नामकरणम् अनादेश अभ्यासः, यस्य आदेशः न अभवत् तावदेव. प्रथमवारं वयम् अस्य उपयोगं कुर्मः अत्र. पूर्वं यदा वयं जुहोत्यादिगणे दृष्टवन्तः अत्र अनादेशः इति न उक्तवन्तः, वयं तु पर्जन्यवत् इति कार्यं कृतवन्तः एव. अत्रापि कार्यं भवति एव, नामकरणम् अनादेशः. धन्यवादः. अद्य कुतः पठनीयम्? आम्, अरुणा भगिनी भवती एव आरम्भं करोति वा? लिट्यभ्यासस्यो उभयेषां लिट्य अभ्यासस्य उभयेषाम् आं भगिनि पठामि. लिट् अभ्यासस्य उभयेषाम् इति सूत्रं षष्ठाध्याये स्थापितमस्ति सम्प्रसारणनित्यस्य अनुवृत्तिकृते. वाच्यादीनां ग्रह्यादीनां च अभ्यासस्य सम्प्रसारणं लिटि इति सूत्रम्. किन्तु वस्तुतः तु इदम् अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमध्यायस्य चतुर्पादे अभविष्यत्. लिट् अभ्यासस्य उभयेषाम् इति सूत्रं षष्ठमध्याये प्रथमपादे सप्तदश सूत्रमस्ति. किमर्थम् अत्र अस्ति इति चेत् सम्प्रसारणम् इत्यस्य अनुवृत्तिकृते एव षष्ठाध्याये स्थापितम्. किमपि वच्यादीनां गृह्यादीनां च अभ्यासस्य सम्प्रसारणं न अवगतं भगिनि. वच्यादीनां गृह्यादीनां च अभ्यासस्य सम्प्रसारणं लिटि इति सूत्रात् न अवगतं भगिनि. तत्र लिटि वच्यादीनां गृह्यादीनाम् इति तत्र तेषाम् अभ्यासस्य सम्प्रसारणं भवति इति अस्य सूत्रस्य अर्थः. अत्र प्रश्नः कः इति प्रथमं वदामि. गतसप्ताहे पठितवन्तः अभ्यासे चर्चा इति सूत्रम् अष्टमध्यायस्य चतुर्थपादे अस्ति, अङ्गकार्यमस्ति. किमर्थम् अत्र यदा अङ्गकार्यमस्ति किमर्थम् अत्र स्थापितं त्रिपाद्याम् इति? तत्र वयम् अनुवृत्त्यर्थमेव तत्र स्थापितं पाणिनिना, परन्तु एतद् अङ्गकार्यमेव इति स्वीकृतवन्तः. तादृशमेव तस्मिन्नेव प्रसङ्गे इदानीम् अस्य सूत्रस्यापि किमर्थम् अत्र षष्ठाध्याये स्थापितं, षष्ठाध्यायस्य प्रथमपादे स्थापितम् इत्युक्ते तत्र सम्प्रसारणम् इत्यस्य अनुवृत्तिकृते तत्र स्थापितम् इति तावदेव. किन्तु वस्तुतः तु इदम् अभ्यासकार्यमेव, अभ्यासकार्यमेव, परन्तु 6.1 मध्ये अस्ति तावदेव. तत्र अग्रिमम् अपि पठतु भगिनि. अभ्यासश्च सवर्णे इति सूत्रं तदपि षष्ठाध्याये चतुर्थपादे अष्टसप्ततमं सूत्रम् इति सूत्रं षष्ठाध्याये स्थापितमस्ति इयम् उवम् इत्यनयोः अनुवृत्तिकृते. अभ्यासस्य वर्णयोः इयं युवं अस्वर्णे अचि इति इत्युक्तत्र, किन्तु वस्तुतः तु इदम् अभ्यासकारमेव, अतः कार्यदृष्ट्या सप्तम अध्यासस्य चतुर्पादे अभविष्यत्। अत्रापि प्रश्नः अस्ति अभ्यासस्य च अभ्यासस्य सवर्णे इति सूत्रं तृतीयपादे अस्ति, तृतीय षष्ठ अध्याये अस्ति, किमर्थम् इति चेत् इयङ् उवङ् एतनीयः अनुवृत्ति कृते ततः अत्र स्थापितमस्ति, अतः इति अभ्यासकार्यमेव कार्यदृष्ट्या सप्तम अध्यायस्य चतुर्पादे अभविष्यत्। प्रायः तत्र सप्तम अध्यायस्य चतुर्थपादे अभविष्यत्, परन्तु षष्ठम अध्यायस्य चतुर्थपादे अस्ति। किमर्थम् इत्युक्ते तत्र इयङ् उवङ् इति आदेशः इष्टः, तद् अत्र एव आगच्छति। अभ्यासस्य इवर्णः उवर्णः उवर्णयोः इयङ् उवङ्गौ सः सवर्णे अचि इति सूत्रार्थः। तद् इयङ् उवङ् कुतः आगच्छति इत्युक्ते, यदा षष्ठमध्यायस्य चतुर्थपादे अस्ति चेदेव तद् अनुवृत्तिरूपेण आगन्तुं शक्यते, अतः तत्र स्थापितम्। आं भगिनि, इमानि इमानि त्रीणि सूत्राणि अभ्यासे चर्च नित्यभ्यासस्य उभयेषाम् अभ्यासस्य सवर्णे अभ्यासकार्याणि, अतः सप्तम अध्यास चतुर्थपादे भवन्ति स्म, परन्तु अनुवृत्त्यर्थम् अन्यत्र स्थापितानि। यत्किमपि सूत्रं स्वस्य प्रकारणात् बहिः स्थापयते तस्य कारणम् अनुवृत्तिः। अनुवृत्तिवशात् लाघवार्थं स्थानान्तरे भवति। अत्र उपसंहारवाक्यमस्ति, त्रीणि सूत्राणि अभ्यासे चर्चा लिच्च अभ्यासे उभयो येषाम् अभ्यासः न सूत्राणि षष्टाध्यायं चतुर्थपादे दृश्यते, किमर्थमिति अनुवृत्ति कृते अनुवृत्तिकृतम्, अतः इतपि अनुवृत्तिवशात् लाघवार्थम् अत्र स्थापितं। तावदेव अनुवृत्त्यर्थमेव स्थापितं, यद्यपि तद् अभ्यासकार्याणि सन्ति परन्तु भिन्नभिन्नपादेषु स्थापितानि इति। यङ् लुकि सामान्यम् अभ्यासकार्यसमाप्तं, विशिष्ट अभ्यासकार्यं यथास्थानम् अग्रे प्रदर्शते। समीचीनम्, अतः अस्माकं सामान्य अभ्यासकार्याणि समाप्तानि, अग्रे वदं वयं विशिष्ट अभ्यासकार्याणि उक्तम् अग्रे पश्यामः यदा आगच्छति। धन्यवादः भगिनि। धन्यवादः उषा भगिनी, अग्रे। आं भगिनि, अधुना यत् ज्ञानम् अपेक्षितं, यानि यन्त्राणि अपेक्षितानि तत् तानि च सर्वं गृहीतम्। अग्रे सर्वान् औपदेशिकधातून् वर्गीकृत्य यङ् लुगन्तधातून् निर्मामः। सर्वत्र च क्रमः अयं, यङ् प्रत्ययविधानं, धातुसंज्ञा, यङ् प्रत्ययस्य लुक् द्वित्वम्, अभ्यासकार्यं च। यङ्गः लुगा लुक् अनन्तरं यङ् निमित्तीकृत्य अङ्गकार्यं निषिद्धं न लुमदाङ्गस्य इति सूत्रेण वयं दृष्टवन्तः। अभ्यासकार्यं यानि कार्याणि इति सामान्यकार्याणि दृष्टवन्तः, अग्रे विशिष्टकार्यं प्रदर्श्यते। परन्तु क्रमः फद यङ् लुगन्तधातून् क्रमः, सर्वत्र च क्रमः अयं, यङ् प्रत्ययविधानं, धातोः एकाचो हलादेः क्रियासमभिहारे यङ् देन् धातुसंज्ञा, ओके संज्ञङ् धातुसंज्ञा, ओके देन् यङ् प्रत्ययस्य लुक् दट् इस् द सन् द अचि दट् यङ्गोः अचि संथिङ्ग् लैक् दट् रैट् भगिनि यङ्गोचि देन् द्वित्वं द्वित्वं अभ्यासकार्यम् ओके द्वित्वम् अण्ड् अभ्यासकार्यं च यङ्ग् लुक् लुक् अनन्तरं यङ्ग् निरीतीकृत्य अङ्ककार्यं निषिद्धं न लुमताङ्कस्य इति सूत्रेण ओके अङ्ककार्यं नास्ति यतोहि यङ्ग् प्रत्ययः लुक् जातम् इति कृते न लुमताङ्कस्य इति सूत्रेण अङ्ककार्यं न स्यात् आकारान्तधातूनां एजन्तधातूनां च यङ् लुगन्तधातुः आकारान्तधातूनां एजन्तधातूनां च यङ् लुगन्तधातुः यङ् लुकि अङ्गकार्यविशेषः न लुमताङ्गस्य इत्यनेन यङ् प्रत्ययः निमित्तम् अङ्गकार्यं निषिद्धम् आदेश उपदेशे अशिति इत्यनेन एजन्तस्य धातोः आत्मं परन्तु भवति ओके अङ्गकार्यं निषिद्धं परन्तु आदेश उपदेशे अशिति यद्यपि अङ्गकार्यं तत् कार्यं भवति ओके अस्य सूत्रस्य अर्थः नास्ति यत् एजन्तस्य धातोः आत्मं भवति अशिति प्रत्यये परे अस्य सूत्रस्य अर्थः न यद्यपि सूत्रे अशिति इति अस्ति परन्तु अत्र आतेच उपदेशः इति एव गृहीतम् अशिति प्रत्यये परे इति उच्यते चेत् यङ् लुकि अस्य कार्यं न भविष्यति अशिति प्रत्यये परे इति उच्यते चेत् यङ् लुकि अस्य कार्यं न भविष्यति यतोहि यङ् लुकि अशित् प्रत्ययः नास्ति एव प्रत्ययस्य लुकि सति प्रत्ययः एव नास्ति प्रत्ययस्य लुकि ओके प्रत्ययस्य लुकि सति प्रत्ययः एव नास्ति अतः सूत्रस्य अर्थः एवं यत् एजन्तधातोः आत्वादेशः भवति शिति प्रत्यये परे न भवति अनेन यङ् लुकि अपि आत्वादेशः भवति अस्तु भगिनि न लुमताङ्कस्य इत्यनेन प्रत्ययनिमित्तम् अङ्गकार्यं निषिद्धं भवति आतेच उपदेशे इति सूत्रस्य कार्यं यद्यपि अङ्गकार्यम् अस्ति तथापि कार्यम् अस्ति आतेच उपदेशे एजन्तधातोः कृते आत्मं भवति परन्तु अशिति प्रत्यये परे इति कृते अशिति प्रत्यये परे अत्र यङ्ग् लुक् जातः इति कृते अशिति प्रत्ययः अपि नास्ति अग्रे प्रत्ययः नास्ति इत्यनेन कार्यं भवति वा इति कृते भवति इति अत्र दत्तम् अस्ति यङ्ग् लुकि अपि आत्वादेशः भवति समीचीनम् अत्र प्रश्नः भवति किल सर्वदा अत्र आदेश उपदेशे अशिति इत्युक्ते अशिति प्रत्यये परे कार्यं भवति वा इति तत्र किं प्रसज्यप्रतिषेधः इति दृष्टवन्तः किल शित् प्रत्ययः परः न स्यात् परन्तु कश्चन प्रत्ययः भवतु एव तदा एव कार्यं भवति इति पूर्वं यदा वयं दृष्टवन्तः तादृशमेव तस्य विषये नास्ति खलु भगिनि तत्र कोऽपि प्रत्ययः भवितव्यम् इति नास्ति किन्तु शीत् प्रत्ययः न भवतु इत्येव तावदेव तदेव आगच्छति अग्रे अपि चर्चा अस्ति तस्मिन् विषये पठामः प्रसज्य प्रतिषेध परिदासस्य तत्र भवितव्यं खलु तदेव सत्यं तदेव आगच्छति तत्र इदानीं तत्र यदा वयं लुक् कुर्मः तदा तस्य कस्य प्रसक्तिः प्रथमम् आदेश उपदेशे अशिति इत्यस्य वा अथवा अस्माकं यङ्ग् लुक् इत्यस्य वा यङ्ग् विधानम् इत्यस्य वा इति प्रश्नः अस्ति तत् पश्य पठामः भगिनि आदेश उपदेश अस्तु भगिनि आदेश उपदेशे अशिति उपदेशे एजन्तस्य धातोः आत्वं न तु शिति येन विधिष्ठदन्तस्य इत्यस्य तदन्तविधिः सो एजन्तस्य ओके अलोन्तस्य इत्यनेन अन्यस्य अलः अन्त्यस्य अलहस्थाने अलोन्तस्य इत्यनेन अन्त्यस्य अलहस्थाने एच् इत्यनेन ए ऐ ओ औ षु इति यस्य स षित् न षित् अषित् तस्मिन् विषये अशिति नञ् तत्पुरुषः आत् प्रथमान्तम् एचः षष्ट्यन्तम् उपदेशे सप्तमीयन्तम् अशिति सप्तमीयन्तम् अनेकपदमिदं सूत्रम्। लिटि धातोः अनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम् एचः एजन्तधातोः एचः धातोः आत् उपदेशे अशिति, एजन्तधातोः कृते धातोः एजन्तस्य कृते आत्वं भवति, उपदेशे इति कृते उपदेशे यानि वाच्युदेशे यानि नाट् यानि धातोः ये धातोः अस्ति यावन्तः धातोः एजन्तधातवः आं भगिनि यावन्तः धातवः सन्ति एजन्तदातवः सन्ति एजन्तस्य कृते आत्वं भवति अशिति प्रत्यये परे इति यद्यपि अस्ति परन्तु अत्र यङ्ग्लुक् अपि आत्वं भवति अनैमित्तिकम् इति स्वीकुर्मः तावदेव अनैमित्तिकम् आम् तावदेव षित् प्रत्ययः अस्ति आत्वं न भवति अनैमित्तिकम् उदाहरणं पठतु भगिनि। यथा ग्लै ऐकारस्य स्थाने ग्ला इति आत्मं भवति ग्ला म्लै म्ला ध्यै ध्या शो शो सो सा वे वा छो छा धे धा अत्र अग्रे पठामि वा अस्तु भगिनि अत्र प्रश्नः उदेति यत् प्रक्रियाक्रमः कः आदेश उपदेशे अशिति इत्यनेन आत्मं सर्वप्रथमं भवति वा तदा एव धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन यङ् विधानम् अथवा धातोः एकाचो हलादेः क्रियासमभिहारे यङ् प्रथमं तथा यङ्गोचि च इति सूत्रेण यङ् लुक् प्रत्ययस्य लुक् तदा एव आदेश उपदेशे अशिति अशिति वा अत्र सरलरीत्या चिन्तयितुं शक्नुमः यत् आदेशे उपदेशे अशिति इत्यनेन उपदेश अवस्थायां कार्यं भवति नाम धातुः औपदेशिकः स्यात् अतः आरम्भे एव आत्मं भवतु नो चेत् यङ् यदा हि विधीयते तदा हि आतिदेशिकधातोः धातुसंज्ञा भवति नो चेत् यङ् यदा हि विधीयते तदा हि आतिदेशिकधातोः धातुसंज्ञा भवति ओके तस्य निवारणार्थं सर्वप्रथमम् आदेश उपदेशे अशिति इति अस्माकं तादृशचिन्तनं स्यात्। अत्र प्रश्नः उदेति प्रक्रियाक्रमः कः इति प्रथमम् आदेश उपदेशे अशिति इत्यस्य कार्यं वा अथवा प्रथमं धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन कार्यं वा इति कृते प्रथमं धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन कार्यं भवति चेत् नूतनधातु सिद्ध्यति यङ् प्रत्ययः विधानानन्तरं नूतनधातुः सिद्ध्यते चेत् औपदेशिकधातु इति नास्ति अतिदेशिकधातु इति भवति परन्तु अत्र आदेश उपदेशे अशिति इत्यनेन औपदेशिकधातोः कृते आत्वम् इष्यते इत्यनेन आदेश उपदेशे अशिति इति कार्यमेव प्रथमं भवेत् इति अत्र पठितं भगिनि। समीचीनम् इति इदानीं चिन्तनद्वयमपि कुर्मः अग्रे तदेव अस्ति यदा आदेश उपदेशे अशिति अनैमित्तिकम् इति उक्तवन्तः किल अतः तस्य कार्यं प्रथमं भवति चेत् किं भवति अथवा यदा धातोरेकाचो इति तादृशक्रमेण गच्छामः चेत् किं भवति इत्येव अग्रिमपरिच्छेदे अस्ति तद् किञ्चित् पश्यामः। धन्यवादः भगिनि। रघुपतिमहोदय पठति वा? प्रश्नः अवगतः किल सर्वैः? प्रक्रिया का इत्येव प्रश्नः, तस्य क्रम किं प्रथमम् आगच्छति इति। आम् अत्र किमर्थं तत्र उपदेशे उक्तं यत्र अनैमित्तिकः अस्ति चेत् अत्र कार्यं भवति, कोऽपि नैमित्तिकः अस्ति चेत् उपदेशे न भवति. तदेव अस्ति अस्मिन् अस्मिन् परिचये, तदेव अस्ति. पठतु महोदय, तदेव आगच्छतु. किन्तु एतादृशं ततः खलु भगिनि? आम् आम्. किन्तु एतादृशं कुर्मश्चेत् समस्या भवति. अपि च आदेश उपदेशेषिति इति स्वयम् अनैमित्तिकम्, अतः कदाचिदपि भवितुमर्हति. यथा जानीमः अषित् प्रत्ययपरे इति तु नास्ति, अपि तु षित् प्रत्ययपरे न इत्येव इति अस्ति. अस्तु, अषित् प्रत्ययपरे न इति नास्ति, षित् प्रत्ययपरे न इत्येव अस्ति, अतः कदापि भवितुमर्हति, कदाचिदपि भवितुमर्हति. अधुना समस्या का इति चेत्, सर्वप्रथमम् आदेश उपदेशे अशिति उपदेश अशीति भवति चेत् प्रक्रिया कथं स्यात्? इदानीं प्रक्रिया कथं भवति इति वयम् इदानीं अनैमित्तिकः अस्ति प्रथमं कुर्मश्चेत् किं भवति, कः क्लेशः? लटि, यथा भ्वादौ जै योग लट्, लट् प्रत्ययः अशित् न, अतः आदेश उपदेशे अशीति इत्यनेन आत्वं ध्यायोग लट्, ध्यायोग तिप्, तदनन्तरं ध्यायोग शप् योग तिप्, तत्र ध्याति इति भवति. अधुना आत्वम् आत्वं वर्तते, शप् प्रत्ययः च परः. पुनः ध्यै इति रूपं कुर्मः वा? एतादृशं विधानं न भवति, कदाचित् विधानं न भवति केनचिदपि सूत्रेण. आदेश उपदेश अशीति इत्यस्य फलितः अर्थः अस्ति यत् प्रक्रियायां कुत्रचिदपि शप् प्रत्ययः नास्ति चेत् एजन्तदातोः आत्वं भवति. अनेन बुध्यते यत् आदेश उपदेशेषिति इति सूत्रं स्वयं ज्ञापयति यत् प्रथमतया ये प्रत्ययाः विधीयन्ते एते सर्वे आनेतव्याः. सर्वेषां विधानानन्तरं येषु विहितप्रत्ययेषु एकोऽपि षित् नास्ति चेत् एजन्तदातोः आत्वं भवति. प्रक्रियारम्भे आत्वं कुर्मः चेत् सारदातकप्रक्रिया नष्टा भवति. अस्य निवारणार्थं प्रत्ययः विधेयाः, तदा आत्वम्. अतः अत्र सर्वप्रथमं धातोः एकाचि हलादे समविहारे यङ् तदा यङ्गोचि च तदा एव आदेश उपदेशे अशीति इति. अस्तु, तत्र इदानीं ध्यै एकनिमिषः, तत्र आदेश उपदेशे अशीति इति प्रथमं करणीयं कुर्मश्चेत् किं भवति इति, तत्र ध्यै योग तिप् अस्ति, इदानीं शप् भवति. इदानीम् अत्र ध्या इति अस्ति, ध्यै इति अस्ति खलु, ध्यै योग अ इति, तत्र ध्या न भवति खलु? तत्र लट् इत्यस्य लट् इति प्रथमं स्वीकुर्मः. लट् तु षित् नास्ति किल, अतः आदेश उपदेश षित् इत्यनेन आत्वम् आत्वं भवति. अस्तु, अनन्तरं कर्तरि शप् विधीयते किल, हा शप् विधीयते, तत्र जैयोग शप्. इदानीं किं भवति तत्र जैयोगरूपं? जैयोगः शप् नास्ति, ध्यायोगः शप्. ध्यायोग शप् खलु, पुनः जै इति रूपं कुर्मः वा? किमर्थम् इति चिन्तनं. यदा इदानीं ध्यायोगः शप् योगः तिप् इति अस्ति, शप् इति चित् अस्ति, समीचीनम्. इदानीं षित् जातः किल, कथं ध्या ध्ययि इति पुनः भवति वा इति चिन्तनम्. आदेश उपदेशे अशीति इति कथम् आत् एचः भवति, आत्वं कथं भवति इत्युक्ते अशीत् प्रत्यये परे. इदानीं तु शप् आगतं किल, यदा लटः स्थाने शप् कर्तरी शप् इत्यनेन शप् विधीयते एव किल, तस्य वयं बाधां कर्तुं न शक्नुमः. शप् तु विधीयते एव, यदा शप् विधीयते इदानीं षित् जातः, अतः पुनः वयं द्यै इति कुर्मः वा इति प्रश्नः. अवगतं किल प्रश्नः कः इति? एकनिमिष, तत्र किमर्थं जै इति रूपं कुर्मः इति, किमर्थं किमर्थम् इत्युक्ते शप् विधीयते इदानीं शप् तु शिप् जातः तदेव तत्र उक्तं पुनः करणीयं शप् शप् कृते तत्र शप् अस्ति इदानीं अनन्तरं तद् दोषाय भवति किल यदा वयं ध्या इति स्वीकृत्य कुर्मः चेत् तत्र दोषाय भवति किल अतः द्यै इति कुर्मः वा इति पुनः तद् द्यै एव भवति वा इति प्रश्नः अतः तत्र अनेन तत्र फलितार्थः अस्ति प्रक्रियां कुत्रचिदपि शप् प्रत्ययः नास्ति चेत् एजन्त् धातुः आत्वं भवति तर्हि कथं करणीयम् इत्युक्ते तत्र सर्वप्रथमं यानि ये ये प्रत्ययाः आगच्छन्ति इति चिन्तनीयमस्ति तत् सर्वे आनेतव्याः अनन्तरं तत्र एकपि तत्र अशित् नास्ति चेत् एकपि शित् नास्ति चेत् एजन्त् धातुः तत्र आत्वं विधीयते इति करणीयं तादृश तादृश सोपानम् अनुसरणीयमस्ति अस्माभिः किमर्थमिति चेत् प्रक्रियारम्भे आत्वं कुर्मः चेत् तत्र सार्वत्रिकप्रक्रिया नष्टा भवति इति अस्ति अतः अस्य निवारणार्थं तत्र प्रत्ययः विधेयः तदा आत्वम् अतः अत्र सर्वप्रथमं धातोः एका च हलादेः क्रियासमविभारे यङ् अपि च यङ्गोचि च इत्यनेन तत्र लुक् यङ्गः लुक् अनन्तरम् आदे च उपदेश अशीति इत्यनेन आत्वम् इति इति अस्मिन् परिचये अस्ति अग्रे किम् अस्ति पश्यामः इति सादृशं चिन्तनम् अतः कश्चन प्रत्ययः तु आवश्यकः एव आदेश उपदेशे अशीति इत्यस्य यद्यपि तद् अनैमित्तिकं तदापि वयं तत् प्रथमं कुर्मः चेत् एतादृशक्लेशः आगच्छति यदा अग्रे प्रक्रियायां शप् वा अन्यत् किमपि शित् प्रत्ययः विधीयते चेत् तत्र पुनः तद् औपदेशिकरूपं स्वीकरोति वा इति प्रश्नः आगच्छति तादृशप्रश्नस्य उत्तरं किम् इत्युक्ते पूर्णतया प्रक्रिया एकवारं द्रष्टव्या कुत्रापि तत्र शित् शप् वा अन्य किमपि शित् प्रत्ययः आगच्छति चेत् प्रथमम् आदेश उपदेशशिति न कर्तव्या अनन्तरमेव तत् प्रक्रियायां तत् स्वीकरणीयम् इति अग्रे अपि पठामः सत्यं सत्यं अन्यच्च आरम्भे एव आदेशे उपदेशे अशिति उपदेशे अशिति भवतु इति अस्माभिः चिन्तितं येन धातुः औपदेशकः स्यात् नाम उपदेश अवस्थायां स्यात् अत्र उच्यते यत् आतिदेशकधातोः विधानानन्तरमपि अन्तर्निहितः औपदेशिकधातुसंज्ञा अपि वर्तते यथा जै युग यङ् जेय इति द्वित्वाभ्यासकार्यात् पूर्वमपि आतिदेशकधातुसंज्ञा भवति जेय इति रूपस्य तत्र च अन्तर्निहित जेय इत्यस्य तदानीमपि औपदेशिकधातुसंज्ञा वर्तते अस्तु तत्र किमपि परिवर्तनं भवति चेदपि कुत्रचित् अङ्ग एकदेशस्य परन्तु मूले अस्ति तत्र धातुः एव अस्ति औपदेशिकत्वम् अस्ति अस्मिन् इति वक्तुं शक्यते इति वदति परन्तु तादृशचिन्तनं समीचीनं भगिनि तत्र किमर्थं तत्र उपदेश सर्वत्र तादृश भवति खलु तत्र अन्तर्निहितभागः भवति खलु आम् सत्यं तदस्ति वयम् एतद् आदेच उपदेश अशिति विषये प्रायः कर्मणि इत्यत्र दृष्टवन्तः कुत्र उपदेशः इति स्वीकरणीयः यदा वयं यक् इति प्रत्ययः विधीयते तस्मात् एव उपदेशः इति स्वीकरणीयः वा प्रथममेव वा इति चिन्तनं कृतवन्तः तस्मिन् समये यदा प्रत्ययः विधीयते तदा एव तस्य उपदेशः इति संज्ञा इति आसीत् प्रायः भावकर्मणोः इति उपदेश आर्धातुक यदि प्रत्ययस्य उपदेश भवति तदा एव कुत्रचित् वयं दृष्टवन्तः प्रत्ययस्य उपदेश कुत्रचित् उपदेश अवस्था एव अपि अस्ति खलु उपदेश औपदेशधातूनाम् एव भवतु इति अस्ति कुत्रचित् प्रत्ययस्य उपदेश भवति तदा कार्यं करणीयम् इति अस्ति तद् निलेश महोदयस्य वारं वारं एतद् वदति वारं वारं सः वदति स्थितस्य गतिः चिन्तनीया इति तत्र यथा तेषां लेखने तादृश भवति तत्र स्थितस्य गतिः चिन्तनीया तत्र कोऽपि तादृश प्रयोगः अस्ति चेत् तत्र कथम् अपि साधनीयमस्ति स्थितस्य गतिः चिन्तनीया इति अतः तदेव स्वीकरणीयं सः यत्र उपदेशः इति स्वीकृत्य तस्य वयं परिवर्तनं न कर्तुं शक्नुमः तद् प्रायः वयं भुवादिगण इति पाठे बहुवारं दृष्टवन्तः उपदेश अवस्थायां नास्ति अतः तस्य परिवर्तनं न भवति इति यदा वयम् अग्रे अग्रे गच्छामः तदा तस्य चिन्तनस्य एव परिवर्तनं जातम् यदि इष्टरूपं न भवति चेत् तद् न करणीयम् इति अस्ति इति कोऽपि वार्तिकम् अग्रे अग्रे ये पाणिनिना तु सूत्राणि विरचितानि सा प्रायः सः तस्य शिष्यानां कृते तस्य विवरणमपि दत्तवान् अन्ये तु आगत्य तस्य कमेण्ट्रि व्याख्यानं लिखितवन्तः ते किम् अवगतवन्तः ते लिखितवन्तः यत्किमपि तादृश तत्र व्यवस्था आसीत् किल प्रायः मध्ये किमपि लुप्तः अपि जातः अतः तत्र तत्र लूप् होल्स् अपि अस्ति परिभाषा आवश्यकता अस्ति आम् प्रायः तत्र 4,000+ सूत्राणि भवेत् अजाने आम् महोदय तद् तदा संज्ञगोः इत्यनेन द्युतकार्यम् अनन्तरम् अभ्यासकार्यं तर्हि तत्र आत्वम् अनन्तरं करणीयम् इति अस्ति तत्र द्युत अभ्यासकार्यादनन्तरं करणीयम् इति अस्ति तत्र आत्वं करणीयम् इति यथा धा इति धातु अस्ति धाधा ह्रस्वः इत्यनेन ह्रस्वादेशः दधा अभ्यासे चर्च इत्यनेन दधा अत्र यङि यङ्गलुकि च एकं विशिष्ट अभ्यासकार्यमस्ति दीर्घः अकितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशः भवति यङि यङ्गलुकि च इति अस्ति अत्र अग्रे पठामि वा आम् तत् प्रायः विद्या भगिनी पाठयेत् अतः यदा वयम् अकित् अकित् इत्युक्ते किम् तत् अभ्यासे कुत्रापि कित् आगच्छति अद्य एव प्रायः पश्यामः कुत्रचित् नुक् नुक् इति आगमः रुक्कित् वा किमपि कित् कित् इति आगमाः सन्ति अग्रे आगच्छति तत्र तत्र दीर्घोकितः इत्यनेन न भवति तत्र दीर्घादेशः न भवति आम् अस्तु अतः तत्र एतावता किं दृष्टवन्तः इत्युक्ते तत्र आदेश उपदेशे अशिति इत्यनेन आत्वं तु यदा संज्ञोः इति द्वित्वकार्यम् अनन्तरम् अभ्यासकार्यम् अनन्तरमेव भवति इदानीं पर्यन्तं वयं तत्र आगमः किमपि न दृष्टवन्तः आम् अग्रे आगच्छति आम् चित् अस्ति आम् विजया भगिनी पठति वा नमस्कारः महोदय नमस्ते अत्र दे इत्युक्ते अत्र दा इति भवति आदेश उपदेशे अशिति इत्यनेन अनन्तरं संज्ञो इत्यनेन द्वितीयकार्यं भवति अतः दा इति भवति अनन्तरं ह्रस्वः इत्येन ददा इति भवति दादा इति यङ् लुगन्तधातुः भवति समीचीनं अतः तत्र अभ्यासस्य दीर्घ आदेशः भवति अतः दादा इति पुनरपि भवति यङ् लुगन्तधातुः अत्र द्वे एतदपि आदेशे उपदेशे अशिति इत्यनेन व्या इति भवति एजन्तधातुः अनन्तरम् अत्र व्या इति संयङ्गो इत्यनेन द्वितीयकार्यं भवति अनन्तरं वव्या इति वाव्या इति भवति प्रथमं ह्रस्वः भवति अनन्तरं दीर्घोकितः इत्यनेन वाव्या इति भवति एतदपि यङ् लुगन्तधातुः एवमेव द्यै इदानीं पूर्वम् एव दृष्टवन्तः द्या इति भवति, संयङ्गोः इत्यनेन द्या द्या इति भवति, अनन्तरम् अभ्यासे चर्च इत्यनेन ह्रस्वः भूत्वा दद्या इति भवति, अनन्तरं दीर्घोकितः इत्यनेन दाद्या इति अन्तिमरूपं, तादृशमेव ग्लै ग्ला भवति, ग्ला ग्ला भवति, अनन्तरम् अभ्यासचर्चे इत्यनेन जग्ला इति भवति, दीर्घोकितः इत्यनेन जाग्ला इति भवति, ग्लै म्लै म्ला भवति, म्ला म्ला इति भवति, अनन्तरम् अभ्यास चर्च इत्यनेन मम्ला भवति, दीर्घोकितः इत्यनेन माम्ला इति भवति, अनन्तरं मा इति अस्ति, मामा इति अस्ति, ह्रस्वः इत्यनेन ममा इति भवति, अनन्तरं दीर्घोकितः इत्यनेन मा मा इति भवति, ग्रा भवति ग्रा ग्रा, अनन्तरम् अभ्यासचर्च इत्यनेन जग्रा भवति, अनन्तरं दीर्घोकितः इत्यनेन जाघ्रा इति भवति। कुहोश्चुः कस्मिंश्चित् स्थले भवति हलादिशेषः इत्यस्य अपि कार्यमस्ति, ध्यै इत्यत्र ध्या ध्या इत्यत्र हलादिशेषः, व्या व्या इत्यत्र हलादिशेषः, प्रथमवर्णः एव तिष्ठति, अन्यवर्णः अन्य हल् वर्णः लुप्यते एव हलादिशेषः इत्यनेन। कुहोश्चुः इत्यस्य अपि कार्यमस्ति कुत्रचित् नास्ति वा, अस्ति किल, ग्लै इत्यत्र कुहोश्चुः गकारस्य जकारः कुहोश्चुः इत्यनेन। भगिनि अत्र उपरि दत्तमासीत्, अतः अत्र सर्वप्रथमं धातोः एका च यङ् इत्यनेन तत्र यङ् विधानं, यङ्गोचि च यङ्गोचि यङ्गोचि च इत्यनेन तत्र यङ् लुक्, अनन्तरं आदेश अनन्तर आदेश उपशे, अस्तु आम् सत्यम्, अनन्तरं समय अस्तु सत्यम्, धातोरेकाचो क्रिया क्रियासमभिहारे यङ् इत्यनेन यङ् विधीयते, यङ्गोचि च यङ् लुक्, संयङ्गोः द्वित्वम्, अनन्तरम् आदेच उपदेशे शिति इत्यनेन अस्माकं महत्त्वम्। भगिनि व्या व्या भव्या कथं व्या व्या भवती सत्यं हलादिशेषः, अनन्तरं हलादिशेषः इत्यनेन यकारं यकारः लुप्यते, इति नो इति हलादिशेषः इत्यनेन हलादिः एव शेषः, व इति अवश्य इव् इति अवशिष्य प्रथमवर्णः एव तिष्ठति, अन्यवर्णः सर्वे अन्यवर्णाः सर्वे लुप्यते एव लुप्यते। आं भगिनि, बट् व इति व इति न न वा इत्यस्मिन् वा व्या व्या इति अस्ति खलु, तत्र व्या वा इति भवति, अनन्तरं ह्रस्वः भवति वा, ओ वा इति भवति वा इति एव भवति, वा इति भवति हलादिशेषः किल, आम् हलादिशेषः वा इति अनन्तरं ह्रस्वः अनन्तरं दीर्घ अकिति एव अनन्तरमेव दीर्घ या इति वा इति भवति, अनन्तरं ह्रस्वः वा या भवति, ओके अनन्तरं ओके दीर्घो अतितः इत्यादि सत्यं सत्यम्। अस्तु भगिनि, आम् अविजया भगिनी दीर्घोकितः पठति वा, अत्र पूर्णतया पठनीयं वा महोदय, आम् प्रथमवारं किल पूर्वं न पठितम्, दीर्घो अकितः अकित् अभ्यासस्य दीर्घादेशः भवति, यङ् लुकि च नाकित् यस्य सः अकित् तस्य अकित् अभ्यासः इत्युक्ते तादृशः अभ्यासः यस्य कित् आगमः न भवति, दीर्घः प्रथमान्तम् अकित्तः षष्ट्यन्तं द्विपदमिदं सूत्रम्, अत्र लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ् लुकोः इत्यस्मात् यङ् लुकोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ् लुकोः एतदेव वयं दृष्टवन्तः इदानीम् उदाहरणरूपेण अङ्गस्य अकितः अकित् अस्ति चेत् अत्र न कित् अकित् अभ्यासस्य दीर्घः भवति यङ् यङि यङ् लुकि च एतदेव दीर्घोकितः इत्यनेन अकित् अभ्यासस्य दीर्घः आदेशः भवति यङि यङ् लुकि च इत्यनेन इदानीमेव दृष्टवन्तः उदय उदाहरणरूपेण दे इति एजन्तदातवः अत्र आदेश उपदेशे अशित्ति इत्यनेन दा इति आतुं भवति दादा इति यङ् लुकि सन्नङ्गोः इत्यनेन अत्र द्वित्वं भवति अनन्तरं ह्रस्वः इत्यनेन ददा भवति अनन्तरं दीर्घोकितः इत्यनेन पुनरपि दादा इति आगच्छति एतदेव अत्र अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ् लुकोः भवति इति वयं दृष्टवन्तः खलु महोदय आं समीचीनं तदेव अकित् कित् अभ्यासः कुत्र इति वयं पश्यामः अकित् आगमः इति केचन दातवः सन्ति अत्र दीर्घोकितः इत्यनेन दीर्घः न भवति तावदेव अत्र गुणं भवति खलु महोदय आगच्छति तत् तस्मिन् समये पश्यामः अतः स्मरन्तु एतत् सूत्रं दीर्घोकितः इति सूत्रमस्ति अकित् अस्ति चेदेव तत्र दीर्घः भवति कित् अस्ति चेत् दीर्घः न भवति इति धन्यवादः भगिनी अरुणा भगिनी ईकारान्तानाम् अतः अकारान्तानां पठितवन्तः इदानीम् ईकारान्तानाम् ईकारान्तानाम् ईकारान्तानां च धातूनां यङ् लुबन्तधातुः गुणो यङ् लुकोः इति सूत्रं सप्तमध्याये चतुर्थपादे द्वे सप्त अष्टम अष्टतमं भगिनि सूत्रम् अभ्यासस्य गुणो भवति यङि यङ् लुकि च यङ् च लुक् च यङ् लुकौ इतरेतरद्वन्द्वः तयोः यङ् लुकोः गुणः प्रथमान्तं यङ् लुकोः सप्तम्यन्तं द्विपदपदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य गुणः यङ् लुकौ तदर्थम् इकारान्त ईकारान्तधातूनां गुण भवति यङ् यङ् लुक् समये प्रक्रियायां अत्र अनुवृत्तसूत्रमस्ति अङ्गस्य अभ्यासस्य गुण भवति यङ् लुकोः इति सूत्रेण सामान्यतः वयं पूर्वदत्त स्वर्धातु आदुधातुकयोः गुण परन्तु अत्र गुणो यङ् लुकोः इति नूतनसूत्रमस्ति तद् कृते गुण भवति यङ् यङ् लुको प्रक्रियायाम् उदाहरणमस्ति जि जि जि अद्वित्वं भवति संज्ञो इत्यनेन जि जि गुणोः यङ् लुकोः सूत्रेण जे पूर्वं हलिच हलिच इत्युक्तेन ज एव जे अवशिष्यते जे जि इति यङ् लुगन्तदातुः एवमेव छि छि छि छे छि नि नि नीनि किमत्रमत्र नी ह्रस्व अस्ति भगिनि सम्यक् ह्रस्वः इत्येव क्री अत्रापि छि क्री ह्रस्व भवति ह्रस्चुः इत्युद्रेण ककारस्थाने चकारा चिक्री भवति चेक्री गुणो यङ् लुकोः जेन चेक्री भवति सि षि षि षे षि ष्वि षि ष्वि षे ष्वि इति गुणः यङ् लोकोः इति सूत्रेण इत्यत्रापि ह्री ह्री इति प्रथमं तत्र रेपः अस्ति किल, अतः तत्र अस्माकं हलादिशेषः अतः एव चि क्री इति क्षम्यतां चि क्री इति भवति. अनन्तरं कोहोश्चुः यदा भवति उक्तवती चि क्री, अनन्तरं ह्रस्वः चिक्री चेक्रि रेपः लुक् अतः समानरीत्या श्री इत्यत्रापि अवगतं वा? तत्र कलादिशेषः इत्यस्यपि कार्यमस्ति. अत्र प्रश्नः उदेति यत् जि जि जि इति स्थितौ न केवलं गुणो यङ्लुकोः अपि तु दीर्घो अकितः इत्यस्यापि प्रसक्तिः किल? अनयोः सूत्रयोः कः सम्बन्धः? अत्र बाध्यबाधकभावः कीदृशः? पूर्वपरनित्य अन्तरङ्ग अपवाद अपवादानाम् उत्तरोत्तरं बलीयः परिभाषा इत्यनेन अनयोः कीदृशसम्बन्धः? पूर्वपरत्वम् इति वा अपवादः इति वा? अत्र अन्या परिभाषा परिशीलनीय. अभ्यासविकारेषु बाध्यबाधकभावो नास्ति. अन्यबोधनेन सम्बन्धः स्पष्टः भवति. प्रयत्नं करोमि भगिनि. अत्र प्रश्नवदति जि जि स्थितौ गुणो यङ्लुकोः अपि दीर्घोकितः युगपत् कार्यं करोति वा प्रसक्ति अस्ति? अनयोः सुतयो सम्बन्धः बाध्यबाधक अस्ति वा इति प्रश्नः. उत्तरमस्ति सामान्यतया पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति अनयोः कीदृशम् अनयोः पूर्वपरत्वम् इति अंशं ददामः. पूर्वपर अपवाद इति स्वीकृबलम् इति उत्तरोत्तरबलम् इति उक्त्वा, परन्तु तस्य कार्यं न भवति. अन्य परिभाषा अस्ति अभ्यासविकारेषु बल बाध्यबाधकभावः नास्ति अस्य अपि वदति. समीचीनम्. अतः यदा अभ्यासकार्यं कुर्मः तत्र बाध्यबाधकभावस्य चिन्तनं न आवश्यकः इति वदति. तत्र गुणो यङ्लुकोः इत्यस्यापि प्रसक्तिः अस्ति, दीर्घोकितः इत्यस्यापि प्रसक्तिः अस्ति. सेवन् 82-83 अग्रिमसूत्रमेव दीर्घोकितः, परन्तु गुणो यङ्लुकोः इत्यस्य एव कार्यं. तत्र बाध्यबाधकभावचिन्तनं नास्ति इति कृत्वा तत्र अपवादः वा इति वा परसूत्रं वा इति चिन्तनं न आवश्यकम् इति वदति. यदा तादृशं कुर्मः दीर्घोकितः इत्यस्य कार्यमेव सर्वत्र भवति. गुणो यङ्लुकोः इत्यस्य किमपि अवकाशः एव न स्यात्. अतः अत्र गुणो यङ्लुकोः इत्यस्य एव कार्यम्. समीचीनं वा? धन्यवादः. एतदपि अपवादः अस्ति खलु, पूर्वपर इत्यस्य अपवादः अस्ति, अतः परिभाषा सत्यं सत्यम् आम्. समीचीनम् अस्तु. उषा भगिनि, उकारान्त ऊकारान्तदातूनाम् अस्तु भगिनि. सो अवकाशः नास्ति इति कृते अपवादम् इति न स्वीक्रियते. तदपि यत्र यत्र दीर्घो अकितः बाधकः अपि नास्ति, परसूत्रम् इति अपि नास्ति. परसूत्रं यदा तादृशं स्वीकुर्मः दीर्घोकितः इत्येव कार्यं भवति. अवकाशः नास्ति इति कारणेन गुणो यङ्लुकः निरवकाशत्वात् गुणो यङ्लुकः भवतु इत्युक्ते तदेव कार्यं सर्वत्र करोति. तादृशमपि चिन्तनद्वयमपि न आवश्यकम् इति इष्टरूपं साधनीयं तावदेव. सो गुणो यङ्लुकोः इति लिचि चि इत्यस्य कृते एव भवति न तादृशं स्वीकुर्मः निरवकाशत्वात् इति स्वीकुर्मः चेत् गुणो यङ्लुकोः इत्यस्य कार्यमेव सर्वत्र भवति तदपि नास्ति तदपि किमपि बाध्यबाधकभावः एव नास्ति तादृशं चिन्तनमेव न आवश्यकम् इति वदति यदा पूर्वं यदा उक्तं स्थितस्य गतिः चिन्तनीया यत् अस्ति रूपं साधनीयम् इष्टरूपं कृते यत् सूत्रं भवितुम् अर्हति सत्यं गुणो यङ्लुकोः प्रायः तत्र पूर्वस्मिन् मा इत्यत्र तस्य कार्यं तु न भवति न भवति एव किल म्लै इत्यत्र ऐकारः अन्ते अस्ति तत्र प्रायः तत्रापि न भवति इक्वर्णः नास्ति तत्रापि न भवति अतः तस्य अवकाशः यत्र इक्वर्णः अस्ति तत्र एव भवति स्म अतः तस्य किं वदामः कार्यक्षेत्रं तु किञ्चित् न्यूनमेव दीर्घोकितः इत्यस्य अपेक्षया चीची इति कृते अपि दीर्घोकितः अपि कार्यं कर्तुं शक्यते परन्तु गुणो यङ्लुकोः इति कार्यम् इष्टरूपम् ओके अस्तु भगिनि उकारान्तानाम् उकारान्तानां च धातूनां यङ् लुगन्तधातुः अत्रापि गुणो यङ् लुकोः इत्यनेन अभ्यासस्य गुणः भवति यङि यङ् लुकि च हू इति कृते अभ्यासकार्यं हू हू कुहोश्चुः इत्यनेन हकारस्य प्रथमः अभ्यास प्रथमहकारस्य स्थाने जकारः भवति हकारस्य स्थाने नो प्रथमं हकारस्य स्थाने झकारः भवति अनन्तरं जु भवति वा आं सत्यं जुः आं भगिनि कुहोश्चुः प्रथमम् अनन्तरमेव अभ्यासे चर्चा कुहोश्चुः जुः अण्ड् देन् अभ्यासे चर्चा इत्यनेन जुः इत्यनेन जुः भवति गुणो यङ् लुकोः इत्यनेन जु इत्यस्य कृते जो जोः इति यङ् लुगन्तधातुः सिद्ध्यति एवमेव भू भू इत्यस्य कृते भू भू देन् भू भू दिस् इस् वट् सूत्र इस् दट् फ्रम् महाप्राणाटु महाप्राणाटु अल्पप्राण ओ अभ्यासे चर्चा अभ्यासे चर्चा खलु भगिनि अभ्यासे चर्चा भू भू अन्दन् गुणो यङ्लुकोः भो भू इति भवति भो भू इति यङ्लुकः अपि उक्तवती किल ह्रस्वः न उक्तवती आम् भू इति प्रथम अभ्यासस्य कृते भू इत्यस्य कृते भू भू इति भवति अनन्तरम् अभ्यासे चर्च इत्यनेन महाप्राण भू कृते अल्पप्राण भू भवति भो अनन्तरं भो भू इति गुणो यङ्लुकोः इति सूत्रस्य कार्यं भो भू इति भवति सो उकारान्तदातु इकारान्त ओके ऋकारान्तदातूनां यङ् लुगन्तदातुः ऋतश्च आल्सो 7492 ओके दिस् इस् गुणो यङ् लुकोः अण्ड् देन् द दीर्घो अकि ऋतश्च ऋकारान्तदातोः अभ्यासस्य ऋक् रिक् ऋक् रिक् रीक् इति त्रयः आगमाः भवन्ति यङ् लुकि परे ऋकारान्तदातोः अभ्यासस्य ओके ऋक् ऋक् रीक् इति त्रयः आगमाः भवन्ति यङ् लुकि परे ऋतः षष्ट्यन्तं च अव्ययं द्विपदमितं सूत्रं च शब्देन ऋ गृ कौ च लुकि इत्यस्मिन् अनुवृत्ति अभ्यासस्य यङ् इत्यनयोः अत्रापि अनुवृत्तिः तेन सह रु ग्री कौ च लुकि इत्यस्य अपि स्वयं सम्पूर्णरीत्या अनुवृत्तिः. रु ग्री कौ च लुकि इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः. रि गृ दु उपदस्य रि गृद् उपदस्य च इत्यस्मात् रिक् इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतश्च अङ्गस्य अभ्यासस्य रुक् रिकौ रीक् च यङ्ग् लुकि. ऋकारान्तधातोः अभ्यासस्य रुक् रिक् रीक् च त्रयः आगमाः भवन्ति ककार इति आगमाः भवन्ति यङ्ग् लुकि परे. ऋतः षष्ट्यन्तम् ओके. सो ऋतश्च अङ्गस्य अभ्यासस्य रुक् रिकौ रीक् च यङ्ग् लुकि. सो ऋतश्च अङ्गस्य अभ्यासस्य कृते एव. सो प्रथमवर्णः कृते एव रुक् अथवा रिकौ अथवा रीक् च यङ्ग् लुकि. भगिनि रुक् अत्र अस्य सूत्रस्य अस्य सूत्रेण एव आल् त्री आगमाः भवितुम् अर्हति. सो रु ग्रि कौ च लुकि इत्यस्यपि स्वयं सम्पूर्णरीत्या अनुवृत्तिः. सो रु ग्रि कौ सो बोत् रु ग्रि कौ रु रुक् तत्र अस्माकं सन्धिः जाता किल ऋग्रिकौकारस्य गकारः जातः किल इति अस्ति ऋकौ इति समासः वा द्वन्द्वसमासः ऋक् कम्स् फ्रोम् देट् सूत्र अण्ड् देन् पूर्वतनसूत्रं नवतितमं किल एतत्तु एकनवतितमं ऋक्रिकौ च लुकि इति एकनवतितमं ऋगुपदस्य च इति ऋगुपदस्य च रीक् ऋद् उपदस्य च ओके ओके अस्तु भगिनि रीक् ऋद् उपदस्य च इत्यस्मात् रीक् इत्यस्य अनुवृत्तिः. ओके I didn't read that properly. Okay, Rutascha Angasya Abhyasasya Ruk Rikau Reek Cha Yang Luki. Okay. Anena Sutrena Reek Ree Iti Krite Reek Iti Anena Ree Rik Iti Krite Ree Okay. Ruk Iti Krite Repaha Iti Esham Trayanam Agamana Vidhanam Bhavati Sarvebhyaha. Okay. Yata कृ इति कृते कृ इति ऋकारान्तधातु कृ इति कृते द्वित्वम् इत्यनेन कृ कृ इति भवति. कुहोश्चुः इति कृ कृ देन् हौ डिड् दट् बिकम् ओके कृ कृ देन् ओ उरत् उरत् सो ऋकारस्य स्थाने कृ इत्यस्य कृते ख इति भवति. देन् कुहोश्चुः इत्यनेन कर् इति भवति. कर् कृ इत्यस्य कृते कर् इति भवति. उरण्ड्रपरः इत्यनेन रेपः अपि अनन्तरं सो देन् हलादिशेषः वा हलादिशेषः इत्यनेन रेपः रेपः ओके रेपः गान् देन् देन् चक्र ओके ओके अस्तु भगिनि चक्र कुहोश्चुः चक्र दीर्घो अकितः इत्यनेन च भवति खलु. न न न दीर्घो अकितः दीर्घः किल कुहोश्चुः इत्यनेनैव च भवति. कुहोश्चुः इत्यनेन एव च भवति. ऋतश्च इत्यनेन च रीकृ अथवा च रीकृ अथवा चर्कृ चर्कृ ओके रेपः एव चर्कृ दीर्घोकितः न भवति इति महोदयस्य प्रश्नः. किमर्थं दीर्घोकितः इति न भवति किमर्थं भवति इति कृते चारिक् चाकृ इति रूपाणि भवितुम् अर्हति किमर्थं न भवति इत्येव प्रश्नः दीर्घः न भवति दीर्घः न भवति अस्तु विशेषसूत्रम् इति कृते ऋतश्च ऋतश्च इत्यनेन ऋकारान्तधातुः कृते अपि दीर्घोकितः भवितुम् अर्हति वा भवितुम् अर्हति देर् इस् नो नथिङ्ग् टु प्रिवेण्ट् इट् बट् देन् इट्स् आगमः अकित् खलु कित् अस्ति खलु तत्र रिक् इति नो देट् इस् फार् ओन्लि फार् आगम रैट् आगम अस्ति अतः एव आद्यन्तौ टकितौ इत्यनेन द ककारः अनन्तरं भवति इत्यनेन च फार् देट् ओन्लि द ककारः अस्ति वा न भगिनि अत्रापि ऋक् ऋक् रीक् इत्यत्र ककारः इत्संज्ञा वा नास्ति वा ककारः इत्संज्ञा भवति भगिनि परन्तु आगमविधाना कृते एव ककारः भवति न न तित् कित् इति वदामः किल तित् कित् इत्युक्ते ककारस्य इत्संज्ञा कित् परन्तु प्रत्ययः नास्ति खलु भगिनि न अभ्यासस्य रिक् आगमः खलु अतः अभ्यासस्य एव दीर्घ अकितः इति दीर्घ भवति इदानीं तत्र कित् अस्ति अभ्यासे कित् अस्ति अतः कृत्वा तत्र दीर्घ न भवति बट् परन्तु दट् इस् ओन्लि फार् प्रत्यय कृत् प्रत्यय नास्ति इति कृते एव नाट् फार् आगमस्य विधाना कृते एव ककारः टकारः खलु सो देन् ककारः इति अत्र प्रत्ययः नास्ति ऐ डोण्ट् नो मेबि सर्वत्रापि भवति खलु तादृश अत्र किमर्थं प्रत्ययः इति वदति कित्तिङ् इति प्रत्ययः खलु देन् कित् प्रत्ययः कृते एव इति कृते ङिति च इति वदति वा भवती ङिति च विषये वदति वा कित् इति च इति कृते कित् कित् इति प्रत्ययः सत्यं परन्तु यत्र यत्र इत्संज्ञा भवति तस्य प्रयोजनं भवेत् किल सो तत्र ककारस्य इत्संज्ञा कित् केवलम् इति च इत्यस्य विषये इति अथवा आद्यन्तौ टकितौ इत्यस्य विषये इति नास्ति यत्र उक्तं किल दीर्घोकितः इति सूत्रे किम् उक्तम् इत्युक्ते अकित् अभ्यासस्य दीर्घादेशो भवति यङि यङ् लुगु च सो अकित् अभ्यासः इदानीम् एतत्तु कित् अभ्यासः किल यद् आगमः जातः तद् कित् अभ्यासः ककारस्य इत्संज्ञा कित् तावदेव तत्र प्रत्ययः भवतु अथवा किमपि आगमः यत्किमपि आगमः भवतु आगमेषु एव वयं यदा कित् टित् टित् वदामः तदा एव आद्यन्तौ टकितौ वक्तुं शक्यते किल तद् प्रत्ययस्य आगमः इति न आवश्यकः किल अत्र प्रत्ययस् नो न दट् इस् ओके भगिनि बट् आगम इति कृते कित् इति केन् बि कन्सिडर् इति आम् आम् आम् ओके उक्तं किल सूत्रे एव तस्य उक्तत्वात् वयं स्वीकरणीयं दीर्घो अकिति इति अस्ति इत्यनेन अत्र तस्य सूत्रस्य प्रसक्तिः नास्ति प्रायः एतावता वयं कित् दातवः न दृष्टवः कित् आगमः दृष्टवन्तः किल कित् आगमः दृष्टवन्तः भगिनि परन्तु सूत्र किमर्थम् एकं सूत्रं लैक् दीर्घो अकितः अकितः अत्र कित् इति कित् नास्ति चेत् तत्र चारीकृति इति भवेत् खलु दीर्घः अवगतं किल अतः अत्र दीर्घो अकितः इति किमर्थम् अकित् इति उक्तम् इत्युक्ते अस्य यदा न उक्तं चेत् अत्र अस्य प्रसक्तिः भवति चारीकृत् इति अनिष्टरूपं भवति सिद्ध्यति अनन्तरं भृ बरीभृ बरिभृ अण्ड् बर्भृ ओके हृ हृ हृ हृ झहृ जहृ देन् जरीहृ जरिहृ जर्हृ ओके यङ्लुगन्तदातवः स ओके अस्तु भगिनि धन्यवादः महोदय भवान् पठति वा ऋकारान्तदातु। भगिनी अत्र हृ हृ इति अस्ति खलु, अत्र कुहोच्युः एव कार्यं करोति खलु? प्रथमं कुहोश्चुः, अनन्तरम् अभ्यासे चर्चा, एकं सोपानं त्यक्तं छ हृ महाप्राण प्रथमम्, अनन्तरम् अभ्यासे चर्चा इत्यनेन एतदेव मम धन्यवादः। बहु किमपि त्यक्तं तत्र, उरत् सर्वं त्यक्तं, प्रतो सोपानद्वयं वा त्रयं वा त्यक्तं, त्यक्तमेव। आम् आं महोदय। कुत्र भगिनि कुतः ऋकारान्त, ऋकारान्तदातुः अस्तु, ऋकार दीर्घ ऋकारान्तदातूनां यङ्लुगन्तदातुः, धातूनां यङ्लुगन्तदातुः तृ इति अस्ति, तृ तृ इति द्युत्थं भवति, अनन्तरं तत्र तर्तृ इति भवति, तत्र इति तत्र इति भवति, अनन्तरं तत्र दीर्घकितः इत्यनेन तातृ इति अस्ति तत्र, तत्रापि वदतु महोदय किमर्थं तृतृ दीर्घोकितः इत्यस्य प्रसक्तिः इति अपि वदतु। अत्र तत्र इदानीं तृतृ इति अस्ति, अनन्तरं तत्र उरत् इति तर् इति भवति, तत्र इति अस्ति, तत्र इति अद ह्रस्व अस्ति तत्र इति, अतः तत्र किमपि तत्र कित् अभ्यासे कित् किमपि कित् आगमः वा किमपि नास्ति तत्र, अभ्यासस्य कित् कित्त्वं न अभवत्, अतः तत्र दीर्घादेशः भवति तातृ इति। वृतश्च इति सूत्रे तपरकरणं कृतं वृतश्च इति, अतः तत्र ऋकारान्तदातूनां तस्य प्रसक्तिः नास्ति। ऋतश्च इत्येन तत्र ऋक् ह्रस्वऋकारान् ऋकारान्तदातु तपर तपर तपरं ऋत् अस्ति खलु, ऋत् अस्ति दीर्घऋकारान्तः अस्ति इति कृत्वा, तथैव तत्र वावृ इति जा इति अस्ति, अतः जाजृ साश्र तत्र बाभृ इति तत्र ह्रस्वः, दाधृ अग्रे पानिमिष पा किमपि अस्ति वा तत्र, पा नास्ति तत्र, क्षम्यतां नास्ति, पा पा पापृ एव तत्र, किमस्ति तत्र एकम् अस्ति खलु द्वितीयस्य किमपि अस्ति उदोष्ट्यपूर्वस्य न उदोष्ट नास्ति, अभ्यासस्य किम् अस्ति तत्र यदि शर्पुरकया, क्षम्यतां शर्पुर नास्ति पापृ इत्येव, गृ धातुः शब्दे इत्यस्य अनभिधानस्य लोके अप्रयुज्यमानस्य अनभिधानम् इत्युक्ते अप्रयुज्यमानमिति कारणेन यङ् प्रत्ययः न भवति गृ धातोः दीर्घऋकारान्त, तदर्थञ्च यङ्लुगन्तमपि रूपं न भवति इति अस्ति अत्र, लोके व्यवहारः नास्ति, तस्य प्रयोगः नास्ति तत्र यङ्लु अप्रयुज्यमान शब्दे इत्यस्य गृधातु शब्दे लोके यङ्लु यङ्लुक् रूप नास्ति इति कृत् यङ्लुप् नास्ति इति कृत्वा यङ्लुक् अपि न भवति इति अस्ति, धातुपाठे द्वौ गृधातु स्तः द्वादिगणे निगरणे इति एक अर्थे अत्र लटि गिरति इति भवति, अपि च क्रयादिगणे गृणाति इति तत्र गृशब्दे इति अस्ति, तर्हि गृशब्दे इत्यस्य अनभिधानस्य कारणेन यङ् प्रत्ययः न भवति, काशिकायां दीयते यत् केचित् ग्र इति गिरतेः गृणातेश्च सामान्येन ग्रहणमिच्छन्ति, अपरे तु गिरतेः एव न तु गृणातेः, गृणातेः हि गृणातेः हि यङ् एव नास्ति, गृणातेः यङ् नास्ति अनभिधानादिति, यङ् इति किं यङ्गि इति किं निगीर्यते, अस्तु तत्र गृधातोः शब्दे तर्हि शब्दार्थे तत्र क्रयादिगणे एव अस्ति, तर्हि तस्य न भवति, सुदादिगणस्य भवति वा भवति इति अस्ति. निगीयते कथं भवति भगिनि? तत्र नि गृ गृ चग् गकार अस्ति, चग्र यङ्गरूपं दत्तमस्ति. यङ्गरूपं यङ्गरूपम् अस्ति वा? अस्तु तत्र सर्गः गृ गृ गृ त्री पायिण्ट् 1.24 इति एकं सूत्रमस्ति. तत्र गृ धातोः विषये उक्तम् अस्ति किमर्थं तत्र कथं वा तस्य यङ् विधीयते इति. चाग्र इति यदि यानि सूत्राणि वयम् अधीतवन्तः अनेन गृ गृ इति अस्ति, अनन्तरं गर् अनन्तरं ग अनन्तरं क भवति, कगृ अनन्तरं कागृ इति भवेत् खलु तत्र. कस्य गिरति इत्यस्य वा गृ निगरणे इत्यस्य? आम् आम् अस्य अस्य कोऽपि अन्यः भवेत् सूत्रम्? आम् आम् इतोपि सूत्राणि आवश्यकानि किल. नी इति आगतं, नी वयं तु न दृष्टवन्तः. इतः अग्रे आगच्छति, तत्र इतोपि सूत्राणि सन्ति. परन्तु एतत् 3.1.24 इति सूत्रेण लुप सद चर जप जभ दह दश गृ ऋ इत्येतेभ्यो भावगर्हायां धात्वर्थगर्हायां यङ् प्रत्ययः भवति. अतः विशेष अर्थः भवति. यद् प्रथमं वयं दृष्टवन्तः स्मरन्ति चेत् केचन विशेषार्थेषु यङ् विधीयते इति, तादृशं तत्र भावगर्हायां धात्वर्थगर्हायां यङ् प्रत्ययः भवति. गर्हा विषये वयं दृष्टवन्तः तत्र आदौ आसीत् केचन विशिष्टार्थः अस्ति चेत् तत्र यङ् विधीयते इति. अत्र भावगर्हः धात्वर्थगर्हः अस्ति चेत् यङ् प्रत्ययः भवति. अत्र रूपं गर्हः भगिनि सम्यक् न करोति इति, निन्दार्थे. ओ निन्दार्थे, ओके अस्तु. गर्हः इत्युक्ते तत्र द्वेषः इति तादृश अर्थः भवति. हेट्रेड् अण्ड् स्ट्राङ्ग् फीलिङ्ग्स् तादृश अर्थेषु यङ् प्रत्ययः भवति इति. तत्र अस्माकं गृ धातोः रूपं भावगर्हायाम् इति किं साधु जपति भावगर्हणम् इति गर्हायां मा भूत् मन्त्रं जपति वृषलः नित्यग्रहणं कुत्र सूत् निजे गीयते इति यङ् प्रत्ययरूपम् अत्र दत्तमस्ति. पश्यामः नी इति कथम् आगच्छति इति प्रायः अग्रे अस्ति. अतः तत्र गृधातुद्वयमस्ति दीर्घऋकारान्त तत्र, परन्तु गृ शब्दे इत्यस्य तु यङ् प्रत्ययः न भवति, त्रयादिगण न भवति. तुधादिगणस्य गृ निगरणे इत्यस्य यङ् प्रत्ययः विधीयते. समीचीनं वा? महोदय भवान् एव समापयतु अत्र. अत्र प्रश्नः उदेति, यत् किमर्थं ऋतैः धातोः इत्यनेन ऋदन्तस्य धातोः अङ्गस्य ह्रस्वैकारादेशः न स्यात् तातृ इत्यस्य, तत्र इद्धातो इत्यनेन ताति इति अनन्तरं तात्री इति किमर्थं न स्यात् इति अस्ति. तत्र ऋतै धातोः इति तत्र 7-1-100 अस्तु अस्तु. अतः तत्र अङ्गकार्यमस्ति, यङ्ग्लुक् अथवा अन्यप्रत्ययनिमित्तीकृत्य नास्ति किल. अद्यपि अङ्गकार्यमस्ति, यङ्ग्लुक् अथवा अन्यप्रत्ययनिमित्तीकृत्य नास्ति किल इति अस्ति. अस्तु किन्तु तथापि अङ्गकार्यमिति तु अस्ति. अत्र यङ् लुक् जातम् इति कारणतः न लुपताङ्गस्य इत्यनेन इदं कार्यं निषिद्धम् इति. ऋतैद्धातोः इत्यपि तत्र किमस्ति, तत्र अङ्गकार्यमस्ति खलु तत्र. सत्यम्, अङ्गस्य इति अधिकारे अस्ति एव, परन्तु निमित्तीकृत्य नास्ति, प्रत्ययनिमित्तीकृत्य अनैमित्तिकमस्ति. तथापि तत्र अत्रापि भवति वा इति प्रश्नः, अतः अनैमित्तिक तत्र आत्वं कथं तत्र अत्र नास्ति, तादृश नास्ति. अत्र न लुभताङ्गस्य इत्यनेन तत्र निषिद्धमस्ति. सत्यम्, अङ्गकार्यं निषिद्धं न लुमताङ्गस्य इति. अङ्गस्य इति अधिकारे अस्ति, अतः किमपि प्रत्ययः यदा आदेश उपदेशे अशीति दृष्टवन्तः, तत्र तादृशम् अत्रापि यत्किमपि प्रत्ययः तु आवश्यकः। इदानीम् अस्माकं तु यङ्ग् लुक् जातः, अतः प्रसक्तिः अस्ति वा इत्युक्ते यङ्ग् लुक् जातं चेदपि न लुमताङ्गस्य इत्यनेन कार्यं निषिद्धम्, अतः ऋत इद्धातोः इत्यस्य प्रसक्तिः नास्ति इति। समीचीनं वा विजया भगिनी? अन्तिमम् अधुपदधातूनां पठतु भगिनी, अनन्तरं समापयामः। सामान्यम् अस्तु महोदय, अत्र प्रथमबिन्दुः सामान्यं द्वित्वाभ्यासस्य द्वित्वाभ्यास्य कार्यं कृत्वा अभ्यासस्य अन्त्यस्य अवर्णस्य दीर्घत्वं भवति दीर्घोकितः इति सूत्रेण, गल् गल् गल् इति भवति, अनन्तरं हलादिशेषः इत्यनेन गगल् इति भवति, अनन्तरम् अभ्यासचच्च इत्यनेन जहल् इति भवति, अनन्तरं दीर्घो किं महोदय कुहोश्चुः, कुहोचुः, आमां कुहोचुः इत्यनेन तृतीयवर्णस्य स्थाने तृतीयवर्णः गकार ककारस्य क्रमेण चकारः क्रमेण अत्र आगच्छति, तृतीयवर्णः तृतीयवर्णः जगल्, अनन्तरं जागल् दीर्घोकितः इत्यनेन दीर्घं भवति जागल्, तादृशमेव पच् पच् पच् भवति पपच् भवति, अनन्तरं पापच् इति दीर्घोकितः इत्यनेन तादृशं वावद् जागद् पापट् इति भवति, अनन्तरं लश् लश् लश् भवति ललश् भवति लालश् भवति, लप् लप् लप् भवति ला ललप् भवति लालप् भवति, अनन्तरं विशेषः अग्रे पठ्रे अग्रिमसप्ताहे तत् पठामः, इतोपि विषयम् अस्ति तत्र, तावदेव सामान्यकार्याणि एतदेव दीर्घोकितः इत्यनेन दीर्घः भवति, अन्यसामान्य अभ्यासकार्याणि भवन्ति, अग्रिमसूत्रमपि कित्वविषये अपि आगच्छति, तद् प्रायः अग्रिमसप्ताहे पठामः। अतः कित् विधा कित् आगमः आगमाः सन्ति एव अग्रे आगच्छति तस्मिन् विषये। अस्तु, अद्य समापयामः वा? धन्यवादः महोदय, धन्यवादः, शुभरात्रि महोदय, धन्यवादः, नमस्कारः।